अस्तु, उद्देश्यविधेयभावस्य विषये अन्तिमचर्चा इयम् अद्य. तत्र च अस्माभिः परिशीलितं यत् उद्देश्यविधेयभावः विशेषणविशेषभावः अनयोः मध्ये भेदः तु अस्ति एव. भेदः अयं यत् उद्देश्यविधेयभावस्थले कमपि पदार्थम् अथवा कमपि व्यक्तिम् अधिकृत्य तस्मिन् कश्चन गुणः विधीयते इति. इत्युक्ते व्यक्तेः परिचयः आदौ जायते, तदा तस्यां कश्चन गुणः विधीयते इति उद्देश्यविधेयभावस्थले. विशेषणविशेषभावस्थले तु विशेषणस्य अथवा यः कोऽपि गुणः अस्ति विशेषणत्वेन, तस्य परिचयः आदौ तेन गुणेन विशेष्यस्य परिचयः भवति. तदा किं भवति इति चेत्, विशेष्यः एकस्मात् समूहात् पृथक् भवति विशेषणेन इति विशेषणविशेषभावः इति. अनयोः मध्ये भेदः वयं परिशीलितवन्तः. तत्र च अस्माभिः दृष्टमासीत् यत् विशेषणविशेष्यभावस्थले कर्मधारयसमासः भवति. तादृशकर्मधारयसमासः उद्देश्यविधेयभावस्थले तु नास्ति, यतोहि कर्मधारयसमासस्य साधनार्थम् आदौ कश्चन समासः भवेत्. तदा कः समासः इति निर्णेतव्यः भवति. तर्हि सुन्दरः बालकः इति विशेषणविशेषभावस्य प्रसङ्गे तु आदौ विशेषणं विशेष्येन बहुलम् इति समासः विधीयते, अपि च सः समासः तत्पुरुषसमासः इति परिशीलितम्. यतोहि विशेषणं विशेष्येन बहुलम् इति तत्पुरुषसमासविधायकसूत्रं यदस्ति, तत्पुरुषः इति तस्य अधिकारे वर्तते अथवा तस्य कार्यक्षेत्रे एव वर्तते इति कृत्वा सुन्दरः बालकः अथवा सुन्दरबालकः इत्यत्र तत्पुरुषसमासः आदौ विधीयते. अस्तु, तदा अस्माभिः दृष्टं यत् एकवारं यदा समासः तत्पुरुषसमासः सिद्ध्यति, तदा सामानाधिकरण्यस्य आधारेण कर्मधारयसमासः विधीयते. तत्पुरुषः समानाधिकरणः कर्मधारयः इत्यनेन संज्ञासूत्रेण. यत्र कुत्रापि तत्पुरुषसमासः अस्ति, सामानाधिकरण्यं च अस्ति, तत्र तादृशसमासः कर्मधारयसमासः इति संज्ञा विधीयते. अस्यामेव प्रक्रियायां किञ्चित् इतोपि दृष्टमासीत् यत् केवलं विशेषणं विशेषेण बहुलम् इति न, अपि तु अन्यानि सूत्राणि अपि सन्ति समासस्य तत्पुरुषसमासस्य विधानार्थं, यथा कुत्सितानि कुत्सनैः इति एकं सूत्रमस्ति. यत्र विशेषणोत्तरपदकर्मधारयः भवति, तत्र आदौ अनेन सूत्रेण कुत्सितानि कुत्सनैः इत्यनेन सूत्रेण तत्पुरुषसमासः विधीयते. तदा तत्रापि तत्पुरुषः समानाधिकरणः कर्मधारयः इति सूत्रेण कर्मधारयसंज्ञा विधीयते इति विषयः आसीत् कर्मधारयसमासस्य प्रक्रिया कीदृशी इत्यस्यां चर्चायाम्. अपि च विशेषणविशेषभावस्थलेव कर्मधारयसमासः, न तु उद्देश्यविधेयभावस्थले इति अपि परिशीलितं. ततः अग्रे गत्वा चतुर्प्रकारकाः चतुर्विधाः शब्दाः सन्ति इति दृष्टमासीत्. जातिप्रवृत्तिनिमित्तकशब्दाः, गुणप्रवृत्तिनिमित्तकशब्दाः, क्रियाप्रवृत्तिनिमित्तकशब्दाः, संज्ञाप्रवृत्तिनिमित्तकशब्दाः इति. येषु कः विशेषणं भवति, कः विशेष्यं भवति वाक्ये इत्यस्य चर्चा जाता. तत्र तु दृष्टमासीत् यद् एकः जातिवाचकः शब्दः अस्ति चेत्, तर्हि स च शब्दः सर्वदा विशेष्यमेव भवति. गुणवाचकशब्दः अथवा गुणप्रवृत्तिनिमित्तकशब्दाः, क्रियावाचकशब्दाः वा संज्ञावाचक अथवा संज्ञाप्रवृत्तिनिमित्तकशब्दः भवति चेत् तत्तु विशेषणं भवति इति. तर्हि जातिवाचकशब्दस्य विशेष्यत्वं तु नित्यम् अस्मिन् सन्दर्भे. अन्यत्र उदाहरणमासीत् तत्र उन्नतवृक्षः, पाटकः, पुरुषः, अयोध्यानगरी इति. यत्र द्वौ अपि शब्दौ गुणवाचकशब्दौ भवतः, तत्र तु कोऽपि नियमः नास्ति. इत्युक्ते यः कोऽपि विशेषणं भवितुमर्हति, यः कोऽपि विशेष्यं स्थूलोन्नतः, स्थूलः उन्नतः इति उदाहरणं। तादृशी एव स्थितिः क्रियावाचकशब्दयोः मध्ये अपि, पाठकः नर्तकः अथवा नर्तकः पाठकः। पुनः एकः गुणवाचकः अपरः क्रियावाचकः चेत् तत्रापि कोऽपि नियमः नास्ति, स्थूलः पाचकः पाचकस्थूलः इति। अपि च यत्र एकः शब्दः विशेषजातिवाचकः भवति तादृशशब्दः नित्यं विशेषणं भवति, सामान्यजातिवाचकशब्दः तु नित्यं विशेषं विशेषः, यथा आम्रः इति वृक्षः। इति पर्यन्तं वयं प्राप्तवन्तः आम्रः इति विशेष्य विशेषजातिवाचकः, आम्र इति इतोपि विशिष्टम् अस्ति वृक्षस्य अपेक्षया आम्रत्वम् इति, अतः आम्रः इति वृक्षः इत्यस्मिन् आम्रः इति विशेषणं वृक्षः इति विशेष्यः इति। तर्हि एवमासीत् चर्चा गतवर्गस्य। अत्र कोऽपि प्रश्नः वा अथवा चिन्तनं किमपि? आं भगिनि, तत्र एते नियमाः स्वीकृत्य तत्पुरुषः समानाधिकरणः कर्मधारयः, तत्र कर्मधारयः इति तु विधीयते तत्पुरुषसमानाधिकरणद्वयोः इति मम चिन्तनं, समीचीनं वा? आं समीचीनं, समीचीनं भगिनि। यत्र विशेषणविशेषभावः अस्ति तत्र तु नितरां तत्पुरुषसमासः भवति, विशेषणं विशेषेण बहुलम् इति। तर्हि एतान् नियमान् अधिकृत्य अपि ये शब्दाः सिद्ध्यन्ति ते सर्वे विशेषणविशेषभावापन्नाः इति कृत्वा तत्पुरुषः तदनन्तरं कर्मधारयः तु अवश्यं भवति। नमस्ते भगिनी, राजेन्द्रः अस्मि, क्षमतां विलम्बेन आगतवान्। न, चिन्ता नास्ति, नमस्कारः महोदय। एकः प्रश्नः अस्ति भगिनी, यथा जातिशब्दाः गुणवाचकशब्दाः क्रियावाचकशब्दाः तत्कृते अत्र बिन्दु सोपानानि सन्ति अत्र, परन्तु संन्यासशब्दाः यदा भवन्ति तत् का स्थितिः अस्ति तत् विषये? तत्रापि अयोध्यानगरी इति उदाहरणं खलु, नगरी इति जातिवाचक जातिप्रवृत्तिनिमित्तकशब्दः, अयोध्या इति संज्ञाप्रवृत्तिनिमित्तकशब्दः, तयोः मध्ये अयोध्या एव विशेषणम्। अस्तु, यथा यथा कादम्बरी ग्रन्थः। आमां तथैव तद्वद्। अस्तु तर्हि अग्रे सरेम इतः। सावित्री भगिनी पठति वा? चतुर्थः बिन्दुः आधेयताश्रयः यज्ञदत्तः इति स्थले का गतिः तस्मात्? अस्तु, आधेयताश्रयः यज्ञदत्तः इति स्थले का गतिः? अधुना प्रकृतौ आसननिष्ठ अधिकरणतानिरूपित आधेयताश्रयः यज्ञदत्तः इति स्थले यज्ञदत्तः इति उद्देश्ये विधीयते आश्रयत्वम् इति स्थले यज्ञदत्तः इति उद्देश्ये विधीयते आश्रयत्वम्। तर्हि यथा सुन्दरः बालकः इति स्थितौ सुन्दरः प्रथमः इत्यतः बालकस्य परिचयो भवति सौन्दर्यगुणेन, तथैव आश्रयः प्रथमः इति कृत्वा आश्रयत्वेन परिचयः दीयते यज्ञदत्तस्य। इति किमर्थं न स्यात्? यदि वास्तवे आश्रयत्वेन यज्ञदत्तस्य बोधो भवति तदानीं विशेषणविशेष्यभावः एव। यदि पूर्वमेव यज्ञदत्तस्य परिचयः जातः तर्हि तस्मिन् परिचिते यज्ञदत्ते यदा आश्रयत्वं विधीयते तदा उद्देश्य विधेयभावः। अतः कथनसमये तात्पर्यं किम् इत्यस्य आधारेण विशेषणविशेष्यभावः अथवा उद्देश्यविधेयभावः इति निश्चीयते। अत्र प्रथम उदाहरणं यदासीत् तस्य चिन्तनस्य क्रमं स्वीकृत्य एव अत्र आगतवन्तः। पुनः तत् उदाहरणे किं भवति इति अत्र दत्तमस्ति, आधेयताश्रयः यज्ञदत्तः इति वयं दृष्टवन्तः। तत्र अधुना प्रकृतौ आसननिष्ठः अधिकरणता निरूपित आधेयताश्रयः यज्ञदत्तः इति स्थले यज्ञदत्तः इति उद्देश्ये विधीयते आश्रयत्वम्। अस्तु, पूर्वमेव दृष्टवन्तः यत् अत्र विशेषणविशेष्यभावः नास्ति, तदर्थम् आश्रयत्वं विधीयते यज्ञदत्ते। यज्ञदत्तः पूर्वमेव पूर्वमेव तस्य नाम श्रुतवन्तः, वयं जानीमः इति स्वीकृत्य आधेयताश्रयः इति आश्रयत्वं तस्मिन् उद्देश्ये विधीयते। तर्हि यथा सुन्दरः बालकः इति स्थितौ सुन्दरः प्रथमः इत्यतः बालकस्य परिचयो भवति सौन्दर्यगुणेन, तथैव आश्रयः प्रथमः इति कृत्वा आश्रयत्वेन परिचयः दीयते यज्ञदत्तस्य इति किमर्थं न स्यात्। अस्तु, अत्र यथा वयं दृष्टवन्तः सुन्दरः बालकः तत्र विशेषणविशेषभावः अस्ति, अपि च सुन्दरः इति शब्दः प्रथमम् अस्ति, अनन्तरं बालकः अस्ति, बालकस्य परिचयः जायते सौन्दर्येण अथवा सौन्दर्यगुणेन। तथैव अत्रापि पश्यामः चेत् आधेयताश्रयः यज्ञदत्तः इत्येव पश्यामः चेत् किमर्थं यज्ञदत्तः इति विशेष्यं न भवति, आधेयताश्रयः किमर्थं न विशेषणं भवति इति प्रश्नः उदयति। परन्तु वयं तु जानीमः एव संस्कृतभाषायां पदस्य क्रमः किमपि तत्रैव गच्छति अन्ततो गत्वा निर्णयः, किन्तु एवमेव प्रदर्शितमस्ति यद् सुन्दरः बालकः इत्यत्र विशेषणं पूर्वम् अस्ति, तदनन्तरं बालकः इति विशेषम् अनन्तरम्। अत्रापि तथा एव खलु, आधेयताश्रयः यज्ञदत्तः, तर्हि कश्चन भ्रमः स्यात् केषाञ्चन जनाः। अस्तु, परन्तु अत्र यत् लिखितमस्ति वक्तुः किं वक्तुम् इच्छति इति प्रथमं द्रष्टव्यम्। अस्तु, अनन्तरम् अग्रिमवाक्यं पठामि। यदि वास्तवे आश्रयत्वेन यज्ञदत्तस्य बोधो भवति तदानीं विशेषणविशेष्यभावः एव, यथा सुन्दरः बालकः वास्तवे आश्रयत्वेन यज्ञदत्तस्य परिचयं जायते तदानीं विशेषणविशेष्यभावः भवति, परन्तु तथा नास्ति। अत्र प्रथमं यज्ञदत्तस्य परिचयः अभवत् इति चिन्तयित्वा अत्र उद्देश्यविधेयभावः एव अस्ति। यदि पूर्वमेव यज्ञदत्तस्य परिचयः जातः तर्हि तस्मिन् परिचिते यज्ञदत्ते यदा आश्रयत्वं विधीयते उद्देश्यविधेयभावः एव। अस्माकम् उदाहरणे तथैव आसीत्, प्रथममेव बहुवारं वयं दृष्टवन्तः यज्ञदत्तः यज्ञदत्तः इति। अत्र आश्रयत्वम् आरोप्यते यज्ञदत्ते, परिचितविषये अथवा वास्तव किमपि नूतनगुणम् आरोपयामः, आश्रयत्वं विधीयते। अस्तु, तत् अतः कथनसमये तात्पर्यं किम् इत्यस्य आधारेण विशेषणविशेष्यभावः अथवा उद्देश्यविधेयभावः इति निश्चीयते। वाक्यस्य तात्पर्यं किमस्ति, अपि च वक्तुः किं वक्तुमिच्छति तत् दृष्ट्वा एव उद्देश्यविधेयभावः अस्ति अथवा विशेषणविशेष्यभावः अस्ति इति वक्तुं शक्नुमः। पदस्य शब्दस्य क्रमं दृष्ट्वा तथा न वक्तुं शक्नुमः इति सारांशः। हा, समीचीनं भगिनी, तथैव अस्ति, किन्तु वक्तुः इच्छा अन्यथा अस्ति चेत् नाम आश्रयत्वेन यज्ञदत्तस्य बोधः भवतु इति चेत् तत्र तु अवश्यं विशेषणविशेषभावः इति अग्रे परिशीलयामः. परन्तु वस्तुतः विवक्षा एव प्रधान क्रमः न इति वार्ता अस्ति. भगिनि प्रश्नः अस्ति अत्र, यदि यदि आश्रयत्वेन यज्ञदत्तस्य बोधः भवति तदानीं तत्र तत्र समासः भवति किं कर्मधारयसमासः? अवश्यं भवति इति उदाहरणं. किन्तु किं तर्हि समस्तपदं कथं दृश भवति? आदेयता आश्रय आश्रययज्ञदत्तः. हा तावदेव, आदेयता आश्रययज्ञदत्तः इति समस्तपदं भवति. सत्यं, विशेषणं भवति खलु आधेयताश्रय इति विशेषणं, तत्र विसर्गः अथवा विभक्तिलोपः जायते समासे कृते, तदा आधेयताश्रययज्ञदत्तः इति एकं समस्तपदं भवति. अस्तु, उदाहरणानि सन्ति अग्रे एतादृशानां पदानाम्. अस्तु, सन्ध्या भगिनी पठितुम् इच्छति वा, यतोहि भवत्याः गमनं भवति इति? अत्र वा सुन्दरः बालकः इति वा? सत्यं, सुन्दरः बालकः, बालकः सुन्दरः इति उभयत्रापि यः कोऽपि अर्थो भवितुम् अर्हति. वाक्यस्तरे उद्देश्यविधेयभावः यत्र अस्ति तत्र उद्देश्यवाचकत्वम् आदौ प्रयोक्तव्यम्, विधेयवाचकत्वम् अनन्तरं प्रयोक्तव्यम् इति तथा किमपि नास्ति. एवमेव विशेषणविशेष्यभावस्थले वाक्यस्तरे विशेषणवाचकत्वं पूर्वं विशेष्यवाचकत्वम् अनन्तरम् इति तथा कोऽपि नियमो नास्ति. तात्पर्यम् एव मुख्यं किन्तु सामान्यव्यवहारे सुबोधार्थम् एतादृशक्रमः उपयुज्यते. उद्देश्यवाचकपदं च विशेषणवाचकपदं च पूर्वम्, अतः आधेयताश्रयः यज्ञदत्तः इति स्थले आधेयताश्रयः इति पदं पूर्वम् इत्यस्य एव आधारेण विशेषणविशेष्यभावः इति वक्तुं न शक्यते. वक्तुः तात्पर्यं द्रष्टव्यम्. तर्हि यथा किञ्चित् समयात् पूर्वम् आसीत् विषयः, तत्र सुन्दरः बालकः, बालकः सुन्दरः इति उदाहरणे तत्र उभयत्रापि तत्र अर्थभेदः नास्ति. तत्र शब्दक्रमः कोऽपि भवतु, एकं विशिष्टं पदं पूर्वम् अस्ति चेत् विशेषणम् अस्ति, अनन्तरम् अस्ति चेत् विशेष्यम् अस्ति, तथा किमपि नास्ति. तर्हि तत्र उद्देश्यविधेयभावः अस्ति चेत् तत्र उद्देश्य वाचकपदं प्रथमं भवति, अनन्तरं विधेयवाचकपदम् अनन्तरं भवति इत्यपि तथा नास्ति. तथैव विशेषणविशेष्यभावस्थले अपि. तर्हि तत्र तर्हि पदक्रमः तत्र मुख्यः नास्ति, तात्पर्यम् एव मुख्यम्. अत्र वक्तुः कः आशयः वक्तुम् इत्येव अस्ति. तत्र केवलं पूर्वम् एकं पदम् अस्ति इति कृत्वा तत्र उद्देश्यविधेयभावः अस्ति वा विशेषणविशेष्यभावः अस्ति इति वक्तुं न शक्नुमः. वक्तुः तत्र इच्छा एव द्रष्टव्या इति. हा हा, बहु समीचीनं भगिनि, तथैव अस्ति. नाम सामान्यव्यवहारे उद्देश्यवाचकपदं पूर्वं भवति खलु, यथा एषः मम मित्रम् इति. एषः इति उद्देश्यः, सः सर्वदा पूर्वं सामान्यव्यवहारे. यज्ञदत्तः आधेयताश्रयः यज्ञदत्तः इत्यस्मिन् किञ्चित् वैपरीत्यम् अस्ति, तावदेव. केवलं तद्दृष्ट्वा विशेषणविशेषभावः अस्ति इति न वक्तुं शक्नुमः, यतोहि विशेषण उत्तरपदकर्मधारयसमासः अपि वयं दृष्टवन्तः व्याकरणकसूचिः इति खलु. तर्हि शब्दक्रमः तत्र प्रधानः नास्ति इति वार्ता अस्ति. संस्कृतभाषायामेव तथा अस्ति, यतोहि विभक्त्याः प्रयोगं कृत्वा प्रत्येकं वाक्ये कस्य पदस्य प्रयोजनं किम् इति जानीमः. कर्मपदं किम् अथवा क्रियापदं, क्षम्यतां, कर्मपदं, कर्तृपदं, करणम् इति सर्वं विभक्तिद्वारा जानीमः इति कृत्वा संस्कृतभाषायां क्रमस्य महत्त्वं नास्ति. तर्हि विवक्षा का इति एव द्रष्टव्या भवति इति वार्ता. अस्तु, नूतनतया के के सन्ति? जनद्वयं प्रायः. वर्धिनी अस्मि भगिनि. वर्धिनी भगिनी, अनन्तरं? नमस्कारः भगिनि. अजितः. अजितः, अस्तु, अजितमहोदय. श्रोतुमिच्छामि. एकनिमिष, वर्धिनी भगिनी किं विभक्ष्या श्रोतुमिच्छामि? अस्तु अस्तु, वर्धिनी भगिनी श्रोतुमिच्छति. पुष्पा भगिनी? अत्र विभक्षा तु तात्पर्यं नास्ति न? नास्ति, किञ्चित् भिन्नमस्ति. विवक्षा इत्युक्ते वक्तुः इच्छा इति विवक्षा. तात्पर्यं तु अस्तु. हा, अग्रे सरेव तर्हि. सरला भगिनी, अग्रे. अस्तु भगिनि. यदि 100 पुरुषाः सन्ति, तेषु 99 पुरुषाः उत्थिताः, एकः वा उपविष्टः, स च एकः पुरुषः आसने उपविष्टः इति कृत्वा महतः जनसमूहात् पृथक्करणात् यदि वदामः आसननिष्ठ अधिकरणतानिरूपित आधेयता आश्रय पुरुषः, तर्हि विशेषणविशेषभाव अवश्यं सिद्ध्यति. आश्रयः पुरुषः आश्रयपुरुषः, विशेषणपूर्वपदक पूर्वपदकर्मधारय विशेषणविशेषभाववीक्षितः चेत् कर्मधारय समासः भवति एव. एतादृशासु परिस्थितिषु सामान्यतया उद्देशविधेयभावः एव विवक्षितः इति कारणतः अत्र समासो न भवति इति वदामः. किन्तु यदि वास्तवे विशेषणविशेषभावविवक्षितः तर्हि समासः भवति अवश्यम्. इदानीं उद्देशविधेयभावविशेषणविशेषभाव विवक्षा अस्ति, तस्य आधारे कथं जानीमः विशेषणविशेषभावः अस्ति वा उद्देशविधि भावः अस्ति? तस्य उदाहरणं दत्तम् अस्ति. यदि 100 पुरुषसमूहे सन्ति, 99 पुरुषाः उत्थिता, एकः केवलं उपविष्टः भवति आसने, तस्य एकः पुरुषः उपविष्ट आसने पृथक् समूहात् पृथक् भवति, तत् कारणे एकपुरुषस्य विशेषणं भवति. यदि वयं वदामः आसननिष्ठ अधिकरणता निरूपित आधेयता आश्रयपुरुषः, अत्र समूहात् पृथक् भवति, तत् कारणे एतत् विशेषणं भवति, न तु उद्देशविधेयभावः भवति. समीचीनं भगिनि. तर्हि एकः पुरुषः समूहात् केन पृथक् भवति? आसननिष्ठ अधिकरणता निरूपित आधेयता आश्रय आधेयतया. तर्हि आश्रयत्वेन गुणेन एकः पुरुषः, 100 पुरुषेषु एकः पुरुषः विशेष्यते. अस्तु, अग्रे. आश्रयपुरुष इति समासः अस्ति, विशेषणपूर्वपदकर्मधारय. इदानीम् आश्रयः विशेषणं भवति, पुरुषः अस्ति विशेषम्, आश्रयपुरुष समासः भवति इति भवति कर्मधारय समासः. सो विशेषणविशेषभावविवक्षित चेत् कर्मधारय समासः भवति. पूर्वं वयं जानीमः उद्देशविधेयभाव तत्र समासः न भवति, तर्हि कर्मधारयस्य वार्ता न उदेति. इदानीम् आश्रयपुरुष समूहात् एकः आश्रयपुरुष तत् पुरुषस्य आश्रयत्वं गुणः अस्ति तत्र. सो विशेषण पूर्वपदं विशेषणं भवति इति कारणे पुरुषः उत्तरपदम् अस्ति, कर्मधारयसमासः भवति अत्र. सो या विवक्षिता अस्ति तर्हि विशेषणविशेषभाव अथवा उद्देशविधेयभाव वक्तुं शक्नुमः. समीचीनम् इति एव वार्ता अस्ति. तर्हि लक्ष्मी भगिनी, भवत्याः प्रश्नः अयमेव खलु? इति उदाहरणम् अस्ति आधेयताश्रयपुरुषः इति कर्मधार्यसमासः सम्भवति यदि तादृशविशेषणविशेषभावः विवक्षितः अस्ति चेत्. तर्हि अस्तु, स्पष्टं स्यात्. तर्हि अग्रे सरेम. पुष्पा भगिनी. पूर्वतनविषयम् एकवारं वदतु भगिनि. किं पूर्वतनपरिच्छेदं वा? हा, तर्हि अत्र तु शतं पुरुषाः सन्ति. अस्तु, नवनवतिः पुरुषाः उत्थिताः. अस्तु, एकः एव उपविष्टः, इत्युक्ते एकः उपविष्टवान्, अन्ये सर्वे उत्थिताः इति वार्ता. तर्हि यः उपविष्टः अस्ति तं वयं न जानीमः. यथा यज्ञदत्तं तु निश्चयेन जानीमः, तस्य नाम अपि वदामः यज्ञदत्तः इति. परन्तु एषः यः उपविष्टः तं न जानीमः. अस्तु, तं कथं जानीमः इत्युक्ते आधेयताश्रयत्वेन इति एव सरला भगिनी अपि उक्तवती. आधेयताश्रयत्वेन गुणेन तं पुरुषं जानीमः इति कृत्वा तस्मिन् सन्दर्भे विशेषणविशेषभावः सम्भवति. आधेयताश्रयः पुरुषः इति वदामः चेत् यज्ञदत्तस्य सामान्यतया उद्देश्यविधेयभावः एव विवक्षितः इति कारणतः अत्र समासः न भवति. हा, समासः न भवति, किन्तु विशेषणविशेषभावः विवक्षितः चेत् यथा अत्र अस्मिन् उदाहरणे तत्र समासः अवश्यं भवति. आश्रयपुरुषः अथवा आधेयताश्रयपुरुषः इति समासः तदनन्तरं कर्मधारयः अपि तत्पुरुषः अस्ति, तदेव कर्मधारः तु अस्ति. आश्रयशब्दः विशेषणं न भवितुम् अर्हति इति कोऽपि नियमः नास्ति. विशेषणविशेष्यभाविवक्षायाम् आश्रयशब्दः गुणवाचकः इति कृत्वा विशेषणत्वेन उपयोगः भवति अवश्यम्. तर्हि आश्रयशब्दः नियतलिङ्गशब्दः षष्ठनियतलिङ्गशब्दः सन्नपि विशेषणत्वेन उपयोक्तुं शक्यते. महिलाविशेष्यम् अस्ति चेदपि आश्रयताश्रयः महिला, आधेयताश्रयः महिला. आधेयताश्रयमहिला इति कर्मधारयसमासः. अत्र समान आरम्भतः किञ्चित् आरम्भतः पठतु. आरम्भतः पठति आश्रयशब्दः विशेषणं न भवितुम् अर्हति इति कोऽपि नियमः नास्ति. विशेषणविशेष्यभावविवक्षायाम् आश्रयशब्दः गुणवाचकः इति कृत्वा विशेषणत्वेन उपयोगः भवति अवश्यम्. अत्र आश्रयशब्दः कश्चिन्नपि वक्तुं शक्यते तु तत् कोऽपि नियमः न. विशेषणम् अस्ति तत् तत् विशेषणम् अस्ति अर्हति इति कोऽपि नियमः नास्ति, न भवितुम् अर्हति या न अर्हति, विशेषण विशेषीयभाव विवक्षायां तत्र नवनवति पुरुषाः सन्ति, शतं पुरुषाः सन्ति, एकः पुरुषः आसने उपविष्टः, तत् कृत्वा तत् पुरुषं विशेष्यभाव समीचीनं, तत् पुरुषं विशेषयति विशेषयति आश्रयशब्दः विशेषयति इति कृत्वा अवश्यं गुणवाचकशब्दः भूत्वा विशेषणत्वेन तस्य उपयोगः भवति एव, कोऽपि नियमः नास्ति यत् यथा भवती अपि उक्तवती कोऽपि नियमः नास्ति, कोऽपि शब्दः आश्रयशब्दः तु विशेषण विशेषण अस्ति तत् आवां वयं न वक्तुं शक्नुमः, तर्हि आश्रयशब्दः नियतलिङ्गशब्दः, ओ तत्तु लिङ्ग नित्यं पुल्लिङ्ग अस्ति आश्रयशब्दः। हा समीचीनम्, इदानीम् उदाहरणं स्वीकुर्मः, सुन्दरः बालकः इत्यस्मिन् सुन्दरस्य कः किं लिङ्गम्? सुन्दरः पुल्लिङ्ग। इदानीं इदानीं सुन्दरी बालिका इति वदामश्चेत् तत्र तत्र स्त्रीलिङ्गं स्त्रीलिङ्गं, सुन्दरं पुस्तकम् अथवा सुन्दरं नगरं तत्र तत्र नपुंसकलिङ्गं नपुंसकलिङ्गं, यत्किमपि विशेषणं भवति तस्य विशेष्यनिघ्नता भवति खलु, नाम लिङ्गं वचनं सर्वं भिद्यते, विशेष्यस्य अनुसारं भिद्यते, अत्र तु यद्यपि आश्रयशब्दः नियतलिङ्गकः यथा भवती उक्तवती पुल्लिङ्गशब्दः, नियतलिङ्ग लिङ्गशब्दः सन्नपि किं भवति विशेषणत्वेन, हा विशेषणं भवतु भवति भवितुम् अर्हति विवक्षानुगुणं, तद् तदैव महिलाविशेष्यम् अस्ति चेत् आश्रयताश्रयः महिला आदेयताश्रय महिला इति कर्मधारय समासः, अत्र पुल्लिङ्ग अस्ति तथैव महिला उपयोग समासः अस्ति चेत् तत्तु आदेयताश्रय महिला अस्ति, इत्युक्ते नियतलिङ्गशब्दः सन्नपि यद्यपि आधेयताश्रयः इति नियतलिङ्गशब्दः तथापि महिला इति स्त्रीलिङ्गपदस्य विशेषणं भवितुम् अर्हति एव, यतोहि वक्तुः इच्छा अथवा विवक्षा तादृशी अस्ति इति कर्मधारय समासः, हा विशेषणविशेषभावः अस्ति चेत् कर्मधारयः अवश्यं भवति इति अस्ति, एतादृशम् उदाहरणं तु पूर्वमपि दृष्टवन्तः, कादम्बरी इति ग्रन्थः इति खलु, तत्रापि विशेषणविशेषभावस्य अंशः तु वर्तते, ओ तत्तु विशेषण पाचिका न न केवलं हा तत्र तु सर्वं समानमस्ति, केवलम् उदाहरणं दत्तवती यत् कादम्बरी इति स्त्रीलिङ्गपदं, ग्रन्थः इति पुंलिङ्गपदं, तत्रापि विशेष्यनिघ्नता नास्ति, किन्तु नियतलिङ्गकशब्दौ द्वौ तथापि तत्र सम्भवति विशेषणविशेष्यभावः, तथा चेत् कादम्बरीग्रन्थः इति कर्मधारयः अपि सम्भवति, तद्वदेव तत्र आश्रयशब्दः अपि तत्र कादम्बरी तु स्त्रीलिङ्ग अस्ति, ग्रन्थः इति पुंलिङ्ग इति अस्ति, कादम्बरी ग्रन्थः तु पुल्लिङ्ग नित्यपुल्लिङ्ग न सत्यं अस्तु समीचीनम् अस्तु अग्रे रामप्रिया भगिनी आं भगिनि दृष्टान्ते दशरथपुत्रः रामः रामाः बहवः सन्ति बलरामः परशुरामः इत्यादयः तस्य रामस्य विषये वदन् अस्ति इति ज्ञापनीयम् तदर्थम् अत्र दशरथपुत्रः इति विशेषणं रामः इति विशेष्यः. अधुना पुत्रशब्दस्य स्थाने अपत्यम् इति उपयुज्यामहे चेदपि भवति. अपत्यं नपुंसकलिङ्गशब्दः सन्तानार्थे. दशरथ अपत्यं रामः. इदानीं दशरथ अपत्यं विशेषणं कर्मधारयसमासे कृते दशरथापत्यरामः. एवमेव जनकापत्यं सीता, जनकापत्यसीता. अत्र अन्यद् उदाहरणमस्ति दशरथपुत्रः रामः इति. रामः तु बहवः सन्ति, बलरामः, परशुरामः इत्यादीनि इत्यादयः. रामः इति दशरथपुत्रः रामः इति वदन् अस्मि चेत् कस्य कः रामः, कस्य रामस्य विषये वयं वदन् अस्मि इति स्पष्टीकरणार्थं दशरथपुत्रः इति विशेषणं, रामः इति विशेष्यम्. यदा वयं पुत्रशब्दस्य स्थाने अपत्यम् इति वयं स्वीकुर्मः चेदपि तद् विशेषणं दशरथापत्यम् इति विशेषणं भवति, रामः विशेषणं भवति, रामः इति विशेष्यं भवति. अपत्यम् इति शब्दः नपुंसकलिङ्गशब्दः इति अस्ति अत्र. तत्रापि कर्मधारयसमासः भवति, दशरथापत्यरामः इति समस्तपदं भवति. अन्यद् उदाहरणमस्ति जनकापत्यसीता. अत्र जनकापत्यम् इति विशेषणं, सीता इति विशेष्यम्. हा, बहु समीचीनमस्ति भगिनि. इति उदाहरणद्वयं यत्र लिङ्गपरिवर्तनेन विशेषणस्य तस्य विशेषणविशेषभावः न नष्टः, यतोहि विवक्षा इति मुख्य अस्ति. यथा भगिनी अपि उक्तवती, बहुषु रामेषु एकः रामः विशिष्यते दशरथपुत्रः अथवा दशरथापत्यम् इत्यनेन इति कृत्वा तत्र विशेषणविशेषभावः अपि च कर्मधारयसमासः इति. अस्तु, समीचीनमस्ति. तर्हि भगिनी अत्र एकः प्रश्नः, यदा वयम् उद्देश्यविधेयभावः अपि अत्र वक्तुम् अर्हति किल? यदा वयं रामः जानीमः, दशरथपुत्रः रामः इत्युक्ते उद्देश्यविधेयभावः अपि सम्भवति किल? आमाम् आम्, हा अवश्यं भवति. इदानीं यथा भवती उक्तवती रामं जानाति, तदा एषः रामः दशरथपुत्रः इति वदति चेत् तत्र तु स्पष्टमस्ति, भवती आदौ एव रामं ज्ञात्वा तस्मिन् दशरथपुत्रत्वम् आरोपयति इति. तर्हि हा अवश्यं भवति, वक्तुः इच्छा एव तत्र प्रधाना अस्ति. अस्तु अस्तु, जयन्ति भगिनि. एकनविशेष्यभावः अस्ति न, तत्तु विशेषणविशेष्यभावः अस्ति न? न भगिनि, एकनिमिष एकनिमिष. दशरथपुत्रः रामः इति कृत्वा विशेषणविशेष्यभावः अस्ति, परन्तु यदि भवती रामं जानाति, अस्तु यः कोऽपि भवतु बलरामः परशुरामः इति, तं प्रथममेव जानाति, तं ज्ञात्वा तस्मिन् दशरथपुत्रत्वम् आरोपयति यथा एषः रामः दशरथपुत्रः इति, तदा उद्देश्यविधेयभावः अवश्यम्. भगिनी एकः प्रश्नः किञ्चित् संशयमस्ति. इदानीं यथा अहम् अवगच्छामि, यदा विवक्षा अस्ति उद्देश्यविधेयभावः, तदा समासः न करणीयं तादृशी. यथा विशेषणविशेषभावः अस्ति तदा एव समासः भवितुम् अर्हति, समासः करणीयः अवश्यम्. एवं वा? सत्यं तथैव, विशेषणविशेषभावस्थले एव समासविधायकसूत्रमस्ति. सूत्रं किं महोदय? विशेषणविशेष्यं विशेषणविशेष्यं बहुलं हा विशेषणं विशेष्येण बहुलम् इति सूत्रं तु केवलं कार्यं करोति यत्र विशेषणविशेषभावः अस्ति, नाम सामानाधिकरण्यम् अस्ति अपि च तत्पुरुषत्वम् अपि, हा सामानाधिकरण्यम् अस्ति चेत् तत्र, अपि च विशेषणविशेषभावः अस्ति चेत् तत्र. अधुना वयं जानीमः यत् सामानाधिकरण्यं तु उद्देशविधेयभावस्थले अपि अस्ति, किन्तु उद्देशविधेयभावस्थले अस्माकं विवक्षा तथा नास्ति अथवा इच्छा तथा नास्ति, पृथक्करणम् इति इच्छा नास्ति इति कृत्वा विशेषणविशेषभावः न भवति एव. अतः इदं सूत्रम् उद्देशविधेयभावस्थले कार्यं न करोति, विशेषणविशेषभावस्थले तु अवश्यं कार्यं करोति. तदा तत्पुरुषसमासः विधीयते, तत्पुरुषविधानानन्तरं कर्मधारयः इति संज्ञा क्रियते. इति स्पष्टं वा राजेन्द्रमहोदय? अस्तु, कस्य क्रमः? जयन्ती भगिनी. आहत्य द्वयोः पदयोः एकार्थबोधकत्वं समानविभक्तिकत्वं ततः समानाधिकरण्यं च पर्याप्तं नास्ति कर्मधारयसमासस्य साधनार्थं. प्रथमतया समासविधायकसूत्रम् अपेक्षितं, तदा एव समानाधिकरण्ये सति कर्मधारयसमासत्वम्. कर्मधारयसमासस्थले नवसु प्रकारेषु समासविधायकसूत्राणि विभिन्नानि, किन्तु एकवारं यदा समासः साधितः तदा कर्मधारसंज्ञा नवानां कृते एकमेव सूत्रं, तत्पुरुषः समानाधिकरणः कर्मधारयः इति. विशेषणविशेष्यभाव उद्देश्यविदेशविधेयभावयोः निर्धारणे च वक्तुः तात्पर्यं प्रमुखम्. व्यावर्तनं विवक्षा इति चेत् शब्दक्रमः यः कोऽपि भवतु नाम विशेषणविशेष्यभावः एव अस्ति. उद्देश्य पूर्वमेव परिचितः इति चेत् तत्सम्बद्धातिरिक्तं ज्ञानम् इति दीयते चेत् उद्देश्यविधेयभावः इत्येव अस्ति. अस्तु, अत्र सारांशरूपेण प्रथमं तु यत्र समासः अस्ति सूत्रेण, तत्पुरुषः इति सूत्रेण समासः विधीयते, तत्र समासः इति दृष्ट्वा विशेषणविशेष्यभावः अस्ति, अतः कर्मधारयसमासः इति वयं वक्तुं शक्नुमः. तत्पुरुषः समानाधिकरणः कर्मधारयः इति सूत्रेण समानाधिकरण्यं तु आवश्यकम्. समानाधिकरण्येन एकार्थबोधकत्वम् अपि तु समानविभक्तिकत्वं तु अतः नियम तु अस्ति, प्रथमं तु समासः भवतु, तदनन्तरं विशेषणविशेष्य भावेन कर्मधारयसमासः विधीयते तत्र. एकनिमिष, विशेषणविशेष्यभावेन कर्मधारयसमासः विधीयते वा अथवा समासः विधीयते वा? तत्पुरुषः समानाधिकरणः कर्मधारयः इति अस्ति. तत्पुरुषः इति कथं निर्णेतुं शक्नुमः? प्रायेण उत्तरपदप्राधान्यं इति तु अस्ति, इति तु सत्यमेव, परन्तु तत्पुरुषः समानाधिकरणः कर्मधारयः इत्यस्मात् प्राक् किं भवति? प्रथमं तु विशेषणविशेषभावः स्यात् इति, तदा एव समासविधायकसूत्रं कार्यं करोति, यत् सूत्रं राजेन्द्रमहोदयेन उक्तं विशेषणं विशेषेण बहुलं. यतोहि किम् एकार्थबोधकत्वं समानविभक्तिकत्वं समानाधिकरण्यं तु कुत्र अस्ति? यत्र कुत्रापि विशेषणविशेषभावः अस्ति दृश्यते. अपि च हा खलु भगिनि, उद्देशविधेयभावस्थले अपि तादृशी अस्ति. हा तदर्थम् एतत् पर्याप्तं नास्ति, एकार्थबोधकत्वम् अपि च समानविभक्तिकत्वम् एव पर्याप्तं नास्ति अपि तु. तर्हि तर्हि क्रमेण वदामश्चेत् प्रथमं तु वक्तुः आशयः कः, वक्तुः आशय पृथक्करणम् इति चेत् अवश्यं तत्र विशेषणविषये विशेषणविशेषभावः विधीयते. सत्यं. तस्मात् कर्मधारयसमासः इति विशेषणविशेषभावः सिद्धं भवति चेत् वक्तुः इच्छानुगुणम्. एकवारं यदा सः भावः सिद्धः भवति तदा विशेषणं विशेषेण बहुलम् इति सूत्रेण सामान्यतत्पुरुषसमासः विधीयते. इत्येव उक्तमत्र प्रथमतया समासविधायकसूत्रम् अपेक्षितम् इति. तद् समासविधायकसूत्रमस्ति विशेषणं विशेषेण बहुलम् इति. यतोहि तत् सूत्रं तत्पुरुषः इत्यस्य अधिकारे वर्तते, तदर्थं यद् यः समासः विहितः भवति अनेन सूत्रेण तत्तु तत्पुरुषसमासः भवति. एतत् सर्वं जातं केवलं विशेषणविशेषभावस्य आधारेण एतावत्पर्यन्तं. तदा तदनन्तरमेव कर्मधारे समासः इति विधीयते वा? प्रथमं तु तत्पुरुषसमासः विशेषणं विशेषेण बहुलम् इत्यनेन, तदनन्तरं समानाधिकरण्यं तु अस्ति एव, अतः कर्मधारे समासः इति. सत्यं. केन? हा, केन सूत्रेण? तत्पुरुषः समानाधिकरणः कर्मधारयः इति. हा, समीचीनम् इति एव. एवं सूत्रं तु संज्ञासूत्रमेव अस्ति. तदपि सत्यं महोदय. संज्ञासूत्रेण संज्ञा विधीयते इत्युक्ते जयन्ती भगिनी नामकरणं क्रियते इति, तावदेव. यः कोऽपि समासः तत्पुरुषः अस्ति अपि च यत्र कुत्रापि समानाधिकरण्यम् अस्ति तादृशसमासस्य नाम कर्मधारय भवतु इति एतत् सूत्रं वदति, तावदेव. सर्वेपि सर्वे संज्ञासूत्राणि प्रथमाविभक्ति अस्ति. आमामां सत्यं, तदपि सत्यम्. अस्मिन् सूत्रे तु सर्वाणि पदानि प्रथमाविभक्त्यामेव, संज्ञाविधायकसूत्रम् अस्ति. अग्रे भगिनि. अग्रे कर्मधारयसमासेषु नवप्रकाराः सन्ति. सर्वेषां कृते सूत्रं तु एकमेव, तत्पुरुषः समानाधिकरणः कर्मधारयः इति. अतः पुनः तदेव बिन्दुः अस्ति, वक्तुः आशयः कः पृथक्करणं चेत् तत्र विशेषणविशेषभावः तु विधीयते, नो चेत् उद्देश्यः पूर्वमेव परिचितः चेत् तत्र उद्देश्यविधेयभावः, यः कोऽपि क्रमः भवतु वक्तुः आशयः एव प्रमुखः, तदेव द्रष्टव्यम्. हा, समीचीनम्. इत्युक्ते शब्द अग्रे अपि किञ्चित् अपि उक्तं यत् किञ्चित् इतोपि यत् शब्दक्रमस्य महत्त्वं नास्ति. सम्यक् अस्ति इति. उद्देश्यविधेयभावस्य विशेषणविशेषभावस्य चर्चा समाप्ता. कोऽपि प्रश्नः वा अत्र? बहुदिनानन्तरम् अधुना पुनः विद्याधरीं पठामः, तर्हि कृपया. पुस्तकम् उद्घाटितम् अस्ति इति चिन्तयामि. सुनीलमहोदय पठितुमिच्छति वा? आं, क्षम्यतां, कस्मिन् पुटे भगिनि? चतुरधिक एकशतं 104 परापरव्यवहारासाधारणकारणे इति. अहं पठामि. पुष्पा भगिनी किं? न, सा तु पृष्ठसङ्ख्यां पृष्टवती. पुष्पा भगिनी प्राप्तं खलु? अस्तु, प्राप्तमिति भाति. अग्रे महोदय. परापरव्यवहार असाधारणकरणे परत्वापरत्वे पृथिव्यादि तुष्टय मनोवृत्तिनि ते द्विविधे दिक्कृते कालकृते च दूरस्थे दिक्कृतं परत्वं समीपस्थे दिक्कृत दिक्कृतमपरत्वं ज्येष्ठे कालकृतं परत्वं कनिष्ठे कालकृतमवरत्वम् इति. अग्रे पठामि वा अहं न इदानीं परिशीलयिष्यामः. लक्षणवाक्यमस्ति, आदौ क्रमेण पठतु महोदय. परापरव्यवहार असाधारणकरणे परत्वापरकारणे असाधारणकारणे परत्वापरत्वे तावत् कृपया. यथा वदतु अत्र परापरमिति अस्ति, अत्र व्यवहार असाधारणकारणे परत्वापरत्वे इति. हा, इत्युक्ते बहुत्र व्यवहारघटितलक्षणवाक्यानि अस्माभिः दृष्टानि खलु, यथा संयुक्तव्यवहारहेतुः संयोगः, अतीतादिव्यवहारहेतुः कालः. व्यवहार इति शब्दः श्रुतः अस्ति लक्षणवाक्ये किल. व्यवहारः इत्युक्ते किम्? अत्र ज्ञानजनकशब्दम् अस्ति अत्र. हा, बहु सम्यक् अस्ति. शब्दप्रयोगः अथवा ज्ञानजनकशब्दप्रयोगः इति व्यवहारः. कीदृशव्यवहारः तत्र अत्र उक्तः? अत्र परापरं परत्वापरत्वे इति. इत्युक्ते व्यवहारः तु अस्ति परा अथवा अपरा इति. परः घटः, अपरः घटः इति तादृशज्ञानजनकशब्दप्रयोगस्य असाधारणकारणे द्विवचने अस्ति. असाधारणकारणे किम् अत्र? असाधारणकारणे परत्वम् अपरत्वं, परत्वे अपरत्वे इति. परत्वापरत्वे इति पुनः द्विवचने, नपुंसकलिङ्गद्विवचने. परापरव्यवहारासाधारणकारणे परत्वापरत्वे इति. तर्हि तं शब्दप्रयोगं प्रति, ज्ञानजनकशब्दप्रयोगं प्रति असाधारणकारणमस्ति. इत्युक्ते अन्यः कोऽपि गुणः नास्ति यः, अथवा अन्यः कोऽपि वस्तु नास्ति यद् एतादृशप्रयोगं जनयति इति कृत्वा असाधारणकारणम्. पर अथवा अपर इति शब्दप्रयोगस्य असाधारणकारणमस्ति परत्वम् अपि च अपरत्वम्. अस्तु महोदय, अग्रे. पृथिव्यादि तुष्टय मनोवृत्तिनि, तत्र च इति योक्तव्यं भवति. पृथिव्यादि चतुष्टय मनोवृत्तिनि. ओ, चतुष्टयमिति. पृथिव्यादि चतुष्टय मनोवृत्तिनि. अत्र पृथिवी आदि चतुष्टयम् इति अस्ति, ते मनोवृत्तिनि इति अस्ति. पृथिव्यादिचतुष्टयं किम् अस्ति न्यायशास्त्रे? पृथिवी इत्यस्मात् आरभ्य प्रथमपुटे एव पृथिवी जलं तेजः वायुः इति पृथिव्यादिचतुष्टयम्. अनन्तरं मनोवृत्तिनि अस्ति इति. सत्यं, पृथिव्यादिचतुष्टयं तु उक्तं भवता, अपि च मनः इति इतोपि एकद्रव्यम्. एतेषु पञ्चसु प्रिण्टिङ्ग् मिस्टेक् च च लुप्तः अस्ति, चकारः तत्र योजयतु. लुप्तः, लुप्तः न, मिस्सिङ्ग्, मिस्सिङ्ग्, जस्ट् मिस्सिङ्ग् इन् द प्रिण्ट्. सत्यं, not the reality. I mean, you, we don't take it out usually. No. Okay. Astu, prithivyadi chatushtayam apicha manasi cha vrittini. Punaha vrittini iti tatra kim asti mahodya, vibhakti athava vachanam? Ini pratyayam. Satyam. अत्र मनसि भवति इति सत्यं सत्र हा यथा मनः मनसि मनांसि इति अस्ति खलु नपुंसकलिङ्गं द्विवचने मनसि इति अस्ति तर्हि परत्वम् अपरत्वं च नपुंसकलिङ्गपदद्वयं तदर्थं परत्वापरत्वे कुत्र वृत्तिनि पृथिव्यादिचतुष्टये अपि च मनसि तयोः वृत्तित्वम् इति अत्र अथवा पञ्चसु द्रव्येषु भवति इति सत्यम् अग्रे क्षम्यतां भगिनि पृथ्व्यादिचतुष्टयं मनांसि वर्तन्ते इति कृत्वा मनोवृत्तिनि अथवा न न न विवक्षा अस्ति यत् पृथिव्यादिचतुष्टयम् इत्यनेन चत्वारि द्रव्याणि गृहीतानि भवन्ति यथा महोदय उक्तवान् पृथिवी जलं तेजः वायुः अपि च मनः इति पञ्चमद्रव्यम् एतेषु पञ्चसु परत्वापरत्वे वृत्तिनि इति अस्तु एतेषु पञ्चसु द्रव्येषु परत्वम् अपरत्वं परत्वापरत्व गुणः गुणौ भवतः आम् इति एतेषु पञ्चसु एव भवति पृथ्वी जलं पृथिव्यां जले तेजसि वायौ अपि च मनसि परत्वम् अपरत्वम् इति गुणद्वयम् भगिनि एकवचनं चेत् अत्र वृत्ति इति वा वृत्ति सत्यं भगिनि यथा इकारान्त नपुंसकलिङ्गस्य उदाहरणं दधि दधि आम् आम् तथा अस्तु अस्तु अस्तु ओ वृत्ति इति नपुंसकलिङ्गं वा यस् आं परत्वम् इति अस्ति खलु तदर्थं यदि यदि पुल्लिङ्गपदम् अभविष्यत् तर्हि वृत्ति इति अभविष्यत् यथा गुणी इति तथा तु नास्ति वृत्ति एव नपुंसकलिङ्गे अस्तु अस्तु धन्यवादः अस्तु अग्रे महोदय ते द्विविधे दिक्कृते कालकृते च अत्र ते इत्युक्ते पृथिव्यादिचतुष्टयं च मनः इति वा न अधुना लक्षणवाक्यं कस्य अस्ति परत्वम् अपि च अपरत्वम् इति गुणद्वयं तस्य अस्ति खलु पुनः ते द्विविधे नपुंसकलिङ्गे एव तत्ते तानि तथा तत्ते तानि ते द्विविधे दिक्कृते कालकृते च अतः परत्वम् अपरत्वम् इति द्विविधे दिक्कृते कालकृते च इत्युक्ते अग्रे दिक्कृतम् इत्यस्य किञ्चित् विश्लेषणम् आवश्यकम् अस्ति तर्हि तादृशशब्दः कीदृशः इति कोऽपि साहाय्यं करोति वा प्रायः सावित्री भगिनी भगिनी प्रश्नः न श्रुतः दिक्कृतं दिक्कृतम् इति कीदृशपदम् दिक्कृतम् समीचीनं सन्ध्या भगिनी तथैव कालेन कृतं दिशा कृतं तृतीयतत्पुरुषसमासपदे अस्तु इति अस्ति सुनीलमहोदय दिशा कृतम् अपि च कालेन कृतम् इति द्वैविध्यम् एवमस्ति दिशा कृतमेकं कालेन कृतम् अपरम् इति अस्तु अग्रे दूरस्थे दिक्कृतं परत्वम् अत्र दिशि कृतं परत्वम् इति वा सत्यं परत्वं तु दिक्कृतं कालकृतम् इति द्वैविध्यमस्ति तत्र तर्हि दूरस्थे पदार्थे इति योजयतु. दूरस्थे पदार्थे दिक्कृतं परत्वमस्ति, नाम दिशाकृतं परत्वं. यः कोऽपि पदार्थः दूरे अस्ति, घटः अथवा पटः, तम् उद्दिश्य तस्मिन् परत्वम् इति गुणः आरोप्यते. इत्युक्ते परः घटः इत्युक्ते दूरस्थः घटः. तर्हि दूरस्थे, दूरस्थे इत्युक्ते यः कोऽपि पदार्थः दूरमस्ति अथवा यत्किमपि वस्तु, तस्मिन् कीदृशमस्ति? परत्वमस्ति, दिक्कृतं परत्वमस्ति दूरस्थे वस्तुनि. अग्रे समीपस्थे दिक्कृत अपरत्वं. पुनः अत्र समीपे अस्ति चेत् तत्र दिशाकृतम् अपरत्वमिति. सत्यं, समीपस्थे दिशाकृतम् अपरत्वम्. अग्रे ज्येष्ठे कालकृतं परत्वम्. इदानीं कालेन कृतं परत्वम् इति, ज्येष्ठ इत्युक्ते यदा अधिककालस्य अधिकं. हा, अत्र आयुः इत्यस्य विषयः अस्ति, आयोः विषयः. यथा युधिष्ठिरः परः ज्येष्ठः, तादृशकालकृतं परत्वमस्ति. कनिष्ठे कालकृतम् अपरत्वम् इति. पुनः कालेन न्यूनसमयः अस्ति चेत् अपरत्वम् इति. सत्यं सत्यं, यथा आयुः अर्जुनः अपरः कस्य अपेक्षया? युधिष्ठिरस्य अपेक्षया इति. हा, समीचीनं, तादृशम् अस्ति. परत्वापरत्वे द्विविधे च दिक्कृते कालकृते पृथिव्यादिचतुष्टये अपि च मनसि वर्तेते इति परत्वापरत्वस्य लक्षणम्. अस्तु, इतः अग्रे. हा, एकः प्रश्नः, वृत्तिः इति द्विवचनरूपं खलु? सत्यं, परत्वम् अपरत्वम् उद्दिश्य परत्वापरत्वे इति द्विवचनं तत्रापि अनुवर्तते. अस्तु, इनि प्रत्ययः इति न अवगतं मया. इनि प्रत्ययः एव, यथा बलवान्, क्षम्यतां, गुणि, यस्मिन् गुणः अस्ति. पुल्लिङ्गे गुणि, स्त्रीलिङ्गे गुणिनि, नपुंसकलिङ्गे गुणि इत्येव द्विवचने जाते. अस्तु, वृत्ति इति इनि प्रत्ययः, वृत्तिः इति तस्य द्विवचनरूपम्. वृत्तिन् इति इनि प्रत्ययस्य प्रातिपदिकरूपं, वृत्तिन्. अस्तु अस्तु, इति अस्ति. अग्रे लक्ष्मी भगिनी पठति वा? आं भगिनि. आदौ द्विकृते परत्व अपरत्वे निरूप्यते. अनयोः उपपादनाय पदार्थत्रयं स्वीकुर्मः, प्राची, चैत्रः, मैत्रः, यत्नदत्तः. प्रथमतया दिक्कृतपरत्वमपरत्वं परत्वस्य निरूपणं भवति अत्र. तस्य उपपादनार्थं उदाहरणमस्ति, प्राची इति वामतः अस्ति, अनन्तरं चैत्रः, मैत्रः, यज्ञदत्तः. प्राची इति जानाति खलु? प्राची इत्युक्ते ईस्ट् ईस्ट्, सत्यं, दिक् दिक् अस्ति, सत्यम्. आं, दिक् अस्ति, पूर्वम् इति. हा, पूर्वम्. आम्, इह यज्ञदत्तः अस्ति, इह यज्ञदत्तः अस्ति द्रष्टा. सः यदा प्राच्यां, चैत्रं, मैत्रं च पश्यति तदा मन्यते चैत्रः मैत्रापेक्षया दूरे वर्तते, एवं मैत्रः चैत्रापेक्षया समीपे वर्तते इति. तत्र यः दूरे प्रतीयते तस्मिन् दिक्कृतं परत्वम् उत्पद्यते, यः समीपे भवति तस्मिन् दिक्कृतम् अपरत्वम् उत्पद्यते. यज्ञदत्तः सः च सः प्रेक्षकः वा द्रष्टा अस्ति, सः सः तस्य यज्ञदत्तस्य अपेक्षया मैत्रः समीपः अस्ति, चैत्रः दूरे अस्ति. अतः सः यदि प्राच्यां दिशायां पश्यति चेत् चैत्रः मैत्रस्य अपेक्षया दूरः तिष्ठति, अपि च मैत्रः दूरं तिष्ठति. मैत्रः चैत्रस्य अपेक्षया समीपे अस्ति. तत्र यः दूरे प्रतीयते तस्मिन् विकृतं परत्वम् उत्पद्यते. यः प्राची अत्र प्राची इति दिक् अस्ति, दिक् आधारेण यदि यः दूरः तिष्ठति, यः दूरं तिष्ठति सः तस्मिन् विकृतं परत्वं आरोप्यते, विकृतं परत्वम् इति गुणः उत्पद्यते इति वक्तुं शक्यते. यः समीपः वर्तते, समीपे वर्तते सः तस्मिन् विकृतम् अपरत्वम् इति गुणः आरोप्यते. हा सत्यं भगिनि, तावदेव. परत्वम् इति समीपस्थे वस्तुनि आरोप्यते, परत्वम् इति दूरस्थे, अपि च अपरत्वम् इति समीपस्थे वस्तुनि आरोप्यते अथवा उत्पद्यते इति दिशः आधारेण, अथवा तदर्थमेव दिक्कृतम् इति उक्तम्. कोऽपि प्रश्नः वा अत्र? अस्तु, सुलभमेव अस्ति इति मन्ये. राजेन्द्रमहोदय अग्रे. आं भगिनि, सत्यं व्यवहारः दूरे समीपे इति प्रसिद्धः, अङ्गीकृतं च तस्य हेतुः परत्वम् इति अपरत्वम् इति गुणानन्तरम् अपि व्यापृत्वम् एव कुतः न, मैत्रः एव तु परत्वम् अस्तु च चैत्रे अपरत्वम् इति चेत् उच्यते. तुल्यं स्थौल्यं येषां वर्तते तादृशकाष्ठफलकान् आदाय यज्ञदत्तः यस्मिन् देशे स्थितः तं देशम् आरभ्य यदि तेषां स्थापनम् आरभामहे तदा एकं द्वे त्रीणि इत्यादि क्रमेण स्थाप्य मैत्रपर्यन्तं यदि त्रिंशत् काष्ठफलकाः स्थापिताः भवन्ति तत्र चैत्रपर्यन्तं केचन फलकाः अधिकाः स्थाप्याः स्युः, तच्च अधिक्यं कदाचित् एकेन फलकेन द्वाभ्यां फलकाभ्यां वा स्यात्, तयोः अन्तराधिक्ये च फलकानां शतेन वापि स्यात्. अत्र किम् अस्ति, अत्र व्यवहारे तु वयं दूरे समीपे अत्र प्रसिद्धः प्रयोक्तम् अस्ति वदामः, अङ्गीकृतं च तस्य हेतुः यः दूरे अस्ति तत् परत्वम् इति, समीपे तु अपरत्वम् इति गुणान्तरम् अपि तत् अङ्गीकर्तुं शक्नुमः. व्यापृत्वम् एव कुतः न, व्यापृत्वं कुतः न, कथं व्यापृत्वेन न वक्तुं शक्नुमः, मैत्र एव तु परत्वम् अस्तु, कथं यथा वैपरीत्यं कथं न कथं न अङ्गीकर्तुं शक्नुमः, मैत्रः अपरत्वम् अस्तु, चेत्रः अपरत्वम् अस्तु, तत् अस्तु च चैत्रे अपरत्वम् इति चेत् उच्यते, यदि चैत्रे अपरत्वम् अस्ति तथा तथैव मैत्र एव अपरत्वं भवितुम् अर्हति तथा उच्यते, वैपरीत्यं न, यथा एकवारं स्वीकुर्मः मैत्रः समीपे अस्ति तत् परत्वं दूर परत्वं दूरे समीपे अस्ति तत् अपरत्वम् अस्ति, तत्र चैत्र तत्र तु चैत्रे तत् परत्वम् अस्ति इति गुणः स्वीकरणीयं तत् एवं वा भगिनि? न एवम् प्रश्नः कः इति चेत् अस्तु परत्वम् अपरत्वम् इति गुणान्तरम् इति स्वीकुर्मः, गुणेषु अन्यतमौ अथवा विभिन्नगुणौ इति स्वीकुर्मः, परन्तु किमर्थं मैत्रे मैत्रः एव परः इति न वक्तुं शक्यते, अपि च चैत्रः एव अपरः इति किमर्थं न वक्तुं शक्यते, यतोहि अत्र किम् उक्तं यः समीपे अस्ति तस्य अपरत्वम् इत्युक्ते मैत्रः, हा तस्य अवगमनार्थम् अग्रे उच्यते, यथा मूलग्रन्थे उक्तमासीत् तस्य विवरणम् अग्रे अस्ति, अग्रे पठतु. तुल्यं स्थौल्यं येषां वर्तते तादृश काष्ठ काष्ठफलकान् आधाय यज्ञदत्तः यस्मिन् देशे स्थितः तं देशाम् आरभ्य यदि तेषां स्थापनम् आरभामहे तदा एकं द्वे त्रीणि इत्यादि क्रमेण स्थापने मेत्रपर्यन्तं यदि त्रिंशत् काष्ठफलकाः काष्ठफलकाः स्थापिताः भवन्ति तदा चैत्रपर्यन्तं केचन फलकाः अधिकाः स्थाप्याः स्युः. यथा तत् तुल्यं स्थौल्यं कुर्मः तादृश यथा काष्ठफलकान् आदाय यज्ञदत्ततः आरभ्य तत्र तं स्थापनं कुर्मः तत् भवतु मैत्रपर्यन्तं यथा त्रिंशत् काष्ठफलकाः स्थापिताः, परन्तु चैत्र पर्यन्तं केचन अधिकाः काष्ठफलकाः आवश्यकः अस्ति, अधिकाः स्थापनीयाः चेत् तत्कारणात् मैत्रः यज्ञदत्त अपेक्षया समीपे अस्ति, चैत्रः तु यज्ञदत्तस्य अपेक्षया दूरे अस्ति, यथा कति काष्ठफलकाः तत् स्थापिताः सन्ति तद् आधारेण वक्तुं शक्नुमः समीपः कः दूरे कः अस्ति. तच्च अधिक कदाचित् एकेन फलकेन द्वाभ्यः फलकाभ्यः वा स्यात् अधिकं बहु अधिकं मा अस्तु तत् एकम् एव अथवा द्वौ फलकेन एव तत्र अधिकमस्तु परन्तु तत् तथापि चैत्रः तु दूरे स्थापितः, मैत्रः तु समीपे अस्ति, तथा मैत्रे अपरत्वम् अस्ति वर्तते, चैत्रे अपरत्वं वर्तते एवं वक्तुं शक्नोमि. हा समीचीनमस्ति महोदय, तथा एव अस्ति वार्ता. तर्हि हा भवता तु सर्वमुक्तमेव. तुल्यं स्थौल्यम् इत्युक्ते समानस्थौल्यं तादृशफलकान् स्वीकृत्य मापनं क्रियते चेत् फलकान् स्थाप्यते स्थापयति चेत् तर्हि यज्ञदत्तात् आरभ्य मैत्रपर्यन्तं कति भगिनि तुल्यं स्थौल्यं अर्थं किं? हा अर्थः कः इदानीम् उक्तवती खलु तुल्यम् इत्युक्ते समानं समानं स्थौल्यं येषां समानस्थौल्यं स्थौल्यम् इत्युक्ते स्थूलता तादृशफलकान् स्वीकृत्य यज्ञदत्तात् आरभ्य मैत्रपर्यन्तम् अपि च चैत्रपर्यन्तं फलकान् स्थापयति चेत् मैत्रपर्यन्तं यावन्तः फलकाः अपेक्षिताः तदपेक्षया चैत्रपर्यन्तं यावन्तः फलकाः अपेक्षिताः ते अधिकाः स्युः. अधिकाः फलकाः अपेक्षिताः चैत्रपर्यन्तं स्थापयितुं यज्ञदत्तात् आरभ्य इति कृत्वा मैत्रः. सत्यं तथा एव अस्ति. स्थौल्यम् इति स्थूलता तावदेव. तुल्यम् इत्युक्ते समानम्. अस्तु अग्रे वर्धिनी भगिनी केवलं शृणोति वा? अस्तु अजितमहोदय. अजितमहोदय पठति वा? अस्तु पठतु भगिनि. तथा च यज्ञदत्तं प्रतीक्षां मत्वा तत् प्राग्देशे फलकस्थापने यद्देशप्राप्ति पर्यन्तं फलकाः अधिकाः भवन्ति. तत्रैव परद्वाक्षः गुणः उत्पद्यते. प्रकृते चैत्रः तथाविधः. तस्य यः देशः तत् प्राप्तिपर्यन्तं फलकाः 30 अधिकाः. अतः चैत्रः परत्ववान् भवति इति. तमेव वयं दूरे स्थितः विप्रकृष्णः इति वा व्यवहरामः. विप्रकृष्टः इति वा व्यवहरामः. यज्ञदत्तं प्रतीक्षां मत्वा न एतत् पर्यन्तं वदतु किञ्चित् एकं परिच्छेदम्. ओ क्षम्यतां भगिनि, तदेव उक्तवती अहम्. अग्रे दृष्टवती, क्षम्यताम्. अग्रे तथैव यज्ञदत्तं प्रतीक्षां मत्वा न तथा च यज्ञदत्तं प्रतीक्षां मत्वा तस्य विवरणं यद्भवती पठितवती तस्य विवरणं किञ्चित् प्रतीचि दिशां मत्वा यज्ञदत्तं प्राग्देशे फलकस्थापने देशप्राप्तिपर्यन्तं फलकाः अधिकाः भवन्ति. हा यज्ञदत्तं प्रतीच्यां मत्वा यज्ञदत्तः प्रतीच्याम् अस्ति. प्राची इत्युक्ते पूर्वं, प्रतीचि इत्युक्ते पश्चिमः, पूर्वः पश्चिमः. प्रतीच्यां यज्ञदत्तः अस्ति पश्चिमे. अस्तु सः यज्ञदत्तः तत्र प्रतीच्याम् अस्ति इति मत्वा इति स्वीकृत्य यथा चित्रे अपि प्रदर्शितं यज्ञदत्तात् प्राक् यज्ञदत्तात् पृष्ठभागे मैत्र चैत्र इति सः खलु. तत् प्राग् देशे फलकस्थापनेन किं भवति? यद् देशप्राप्तिपर्यन्तं फलकाः अधिकाः भवन्ति. तत्रैव परत्वाख्यः इत्युक्ते यज्ञदत्तात् प्राक् फलकाः स्थाप्यन्ते चेत् मैत्रपर्यन्तं केचन फलकाः भवन्ति, चैत्रपर्यन्तं केचन फलकाः भवन्ति. चैत्रपर्यन्तं प्राप्त्यर्थं चैत्रं प्राप्तुम् अधिकाः फलकाः अपेक्षिताः खलु यज्ञदत्तात् आरभ्य. हा इति कृत्वा तत्रैव नाम चैत्रे परत्वाख्यः गुणः उत्पद्यते. इत्युक्ते चैत्रः दूरः अस्ति यज्ञदत्तात् इति. दूरात् परत्वमस्ति. गुणः उत्पन्नमस्ति. प्रकृते चैत्रः तदा विधः. तस्य यः देशः तत् प्राप्तिपर्यन्तं फलकाः 30 अधिकाः. आहत्य दूरे अपरमस्ति, समीपे परमस्ति. न विपरीतत्वेन उक्तवती भवती. चैत्रः दूरः अस्ति, चैत्र दूरे चैत्रः अस्ति, तर्हि परत्ववान् इत्युक्ते चैत्रे परत्वम् अस्ति इति तमेव दूरस्थितं दूरस्थितः चैत्रः विप्रकृष्टः इति अपि व्यवहारः भवति. चैत्रः परत्ववान् अपि च विप्रकृष्टः इति व्यवहारः. बुद्धम् अस्ति अस्ति दूरे सन् अपि विप्रकृष्टः इति व्यवहरामः. हा दूरे सन् अपि इति न, दूरे सन् चैत्रः परत्ववान् अपि च विप्रकृष्टः इति व्यवहरामः. अस्तु अग्रे अजितमहोदय. सः नास्ति इति भाति. सावित्री भगिनी तर्हि. क्षम्यताम्. तथैव यज्ञदत्तं प्रतीच्यां मत्वा फलकस्थापने यद्देशप्राप्तिपर्यन्तं फलकाः न्यूनाः भवन्ति, तत्रैव अपरत्वाख्यः गुणः उत्पद्यते. प्रकृते मैत्रः तादृशः, तस्य यः देशः तत्प्राप्तिपर्यन्तं फलकाः चैत्रदेशप्राप् अनुकूलफलकापेक्षया न्यूनाः त्रिंशदेव, अतः मैत्रः अपरत्ववान् भवति इति. तमेव वयं समीपे स्थितः सन्निकृष्टः इति वा व्यवहरामः. अस्तु पुनः पठामि भगिनि. तथैव यथा इदानीं वयं दृष्टवन्तः, यः दूरे स्थितः चैत्रः यज्ञदत्तात् दूरे स्थितः सः चैत्रः सः विप्रकृष्टः अथवा तस्मिन् परत्वम् अस्ति इति इदानीमेव अवगतं. तथैव यज्ञदत्तं प्रतीच्यां मत्वा, पुनः यज्ञदत्तः पश्चिमदिशि अस्ति इति मत्वा फलकस्थापने यद्देशप्राप्तिपर्यन्तं फलकाः न्यूनाः भवन्ति, तत्रैव अपरत्वाख्यः गुणः उत्पद्यते. इत्युक्ते यज्ञदत्तात् मैत्रः किञ्चित् समीपम् अस्ति चैत्रस्य अपेक्षया. केचन फलकाः एव पर्याप्तं भवति, चैत्रपर्यन्तं गन्तुम् अधिकाः फलकाः आवश्यकं भवति, मैत्रपर्यन्तं गन्तुं केचन एव फलकाः न्यूनाः फलकाः आवश्यकम् अस्ति इति दत्तमस्ति. तदर्थं मैत्रे अपरत्वम् इति अस्ति. प्रकृते मैत्रः तादृशः, तस्य यः देशः तत् प्राप्तिपर्यन्तं फलकाः चैत्रदेशप्राप्त्यनुकूलफलकापेक्षया न्यूनाः. अस्तु, यावत् यानि फलका यावत् फलकाः अपेक्षिताः चैत्रपर्यन्तं गन्तुं, तावत् न अपेक्षितं मैत्रपर्यन्तं गन्तुं. तदर्थं तस्मिन् अपरत्वम् इति अस्ति. अतः मैत्रः अपरत्ववान् भवति इति. तमेव वयं समीपे स्थितः सन्निकृष्टः इति व्यवहरामः. तदेव अस्तु भगिनि, तदेव पुनः तदेव लिखितमस्ति. समीचीनं. यथा चैत्रः परत्ववान् तथैव मैत्रः अपरत्ववान्. चैत्रः विप्रकृष्टः, मैत्रः सन्निकृष्टः. सन्निकृष्टः इति व्यवहारः. तावदेव. अस्तु अग्रे सरला भगिनी. आं भगिनि भगिनि श्रूयते वा? आमामां क्षम्यतां मम कनेक्षन् किञ्चित् भ्रंशः अभवत्. अस्तु तर्हि भवान् पठति वा अग्रे? अस्तु भगिनि. अत्रायमपरो विशेषः यज्ञदत्तमेव यदि वयं चैत्रमैत्राभ्यां प्राच्यामानयामः तदा पूर्वं यच्चिन्तितं तद्विपरीतं भवति. यज्ञदत्तात् प्रतीचीं प्रति काष्ठफलकानां स्थापने चैत्रपर्यन्तं यावन्तः फलकाः भवेयुः तदपेक्षया मैत्रपर्यन्तम् अधिकाः भवेयुः. एवं सति चैत्रः भवेत् सन्निकृष्टः, मैत्रस्तु विप्रकृष्टः. मैत्रे तर्हि परत्वमुत्पद्यते, चैत्रे च अपरत्वमुत्पद्यते. इदं सर्वमपि प्राचीं प्रतीचीं चादाय काष्ठफलकरूपान् दिगुपाधीन् च आदाय भवतीति इदमेव दिक्कृतं परत्वं दिक्कृतम् अपरत्वमिति चिच्यते. नैदादशा वैपरीत्यं वक्ष्यमाणयोः कालकृतपरत्वापरत्वयोः भवति. ज्येष्ठे सर्वदा परत्वस्य, कनिष्ठे सर्वदा अपरत्वस्यैव उत्पद्यमानत्वात् विभुद्रव्ये आकाशाद्यौ समीपे दूरे इत्यादिव्यवहारः न सम्भवति. अतः अनयोः पृथिव्यादिचतुष्टये मनसि च मृत्युत्वं मूले निरूपितम्. अस्तु अहं खण्डस्य पठामि भगिनि. अत्रम् अयम् अपरः विशेषः. अपरः विशेषः इति वदामि. यज्ञदत्तमेव यदि वयं चैत्रमैत्राभ्यां प्राच्यमानयामः, प्राच्याम् आनयामः इत्युक्ते चैत्रमैत्राभ्याम् इति का विभक्तिः? द्वितीया. मैत्राभ्यां चतुर्थी. पश्यतु द्विवचने तृतीयायाः चतुर्थ्याः अपि च पञ्चम्याः विभक्तिरूपं समानमेव. अधुना अत्र चिन्तनीयं भवति, अधुना यज्ञदत्तः प्रतीच्याम् अस्ति इत्युक्ते पश्चिमदिशि अस्ति. अस्तु, प्राचि इति चित्रं पश्यति चेत् पूर्वदिशः नाम प्राची इति. अधुना एते किं कर्तुम् इच्छन्ति? यज्ञदत्तं मैत्रचैत्राभ्यां प्राच्याम् आनयामः इति वदन्ति. इत्युक्ते यज्ञदत्तं प्राची दिशि आनयामः. प्राची इति यद्दिश चित्रं पश्यति वा महोदय? चित्रं पश्यामि. तत्र यज्ञदत्तः प्रतीची दिशे अस्ति. तत्र ततः यज्ञदत्तं चैत्रमैत्राभ्यां प्राच्यां. चैत्रमैत्राभ्याम् इति पञ्चमी अस्ति अत्र. अस्तु, अस्तु टु द ईस्ट् आफ् चैत्रान् मैत्र इत्यस्याम् इत्यस्मिन् अर्थे. तर्हि यज्ञदत्तं प्राच्याम् आनयामश्चेत् किं भवति? तदा पूर्वं यत् चिन्तितं तद्विपरीतं भवति. पूर्वं तत्र पूर्वं यत् चिन्तितम् इत्युक्ते पूर्वं यज्ञदत्तः प्रतीच्यमासीत् तदा तस्यां दशायां किं मैत्रः तु समीपस्थः, तर्हि मैत्रे अपरत्वं, चैत्रः दूरस्थः, चैत्रे परत्वम् इति आसीत्. परन्तु अधुना किं जातम्? अधुना यज्ञदत्तः प्राच्यम् अस्ति, तदेव कारणं मैत्रं विपरीतं जातम् इति उक्तवान्. विपरीतं जातं तत्र अपरत्वं चैत्र्याम् अपरत्वं मैत्रे परत्वं. हा, बहु समीचीनं. तर्हि हा, मैत्रः दूरस्थः अभवति अभविष्यत् यदि यज्ञदत्तः तत्र परत्वं भवति. चैत्रे अपरत्वम् इति, चैत्रे अपरत्वं मैत्रे परत्वं भविष्यति. यज्ञदत्तात् प्रतीचीं प्रति काष्ठफलकानां स्थापने चैत्रपर्यन्तं यावन्तः फलकाः भवेयुः तदेव तदपेक्षया मैत्रपर्यन्तम् अधिकाः भवेयुः. तत्र प्रतीचीं प्रति तत्र फलकाः अस्ति, तद् यज्ञदत्तात् दूरस्थले अस्ति मैत्रापेक्षया. यज्ञ इदानीं यज्ञदत्तः प्राच्याम् अस्ति चेत् फलकं प्रतीचीं प्रति स्थापयामः. हा, इति एव उक्तं. यज्ञदत्तात् प्रतीचीं प्रति काष्ठफलकानां स्थापनं, तदा किं भवति? चैत्रपर्यन्तं यावन्तः फलकाः भवेयुः ते न्यूनाः, मैत्रपर्यन्तं यावन्तः फलकाः भवेयुः ते अधिकाः भवेयुः इति, खलु? तद् इदानीं तदेव खलु, पूर्वमपि न, पूर्वं तथा न. इदा तत्र चित्रं पश्यतु, उपरितनभागे प्रतीच्यां यज्ञदत्तः अस्ति, मैत्रपर्यन्तं यज्ञदत्तात् आरभ्य प्राची दिशं प्रति फलकानां स्थापनं भवति. तर्हि यज्ञदत्तात् आरभ्य मैत्रपर्यन्तं 30 फलकाः इति चेत् चैत्रपर्यन्तं 30 अधिकाः, प्लस् 5 इति अस्ति खलु, पञ्चफल. इदानीं विपरीतं जातं, यज्ञदत्तं प्राच्याम् आनयामश्चेत् चैत्रपर्यन्तं कति फलकाः? प्रायः 5 वा किमपि, 5 मैत्रपर्यन्तं ततः अधिकाः अधिकाः इति अस्ति वार्ता. एवं सति चैत्रः भवेत् सन्निकृष्टः, मैत्रस्तु विप्रकृष्टः. तद् तदपि चैत्र तदपि विपरीतम् अभवत्. समीचीनं. पूर्वं तु मैत्रः आसीत्, मैत्रः सन्निकृष्टः, इदानीं मैत्रः विप्रकृष्टः. मैत्रे तर्हि परत्वम् उत्पद्यते, चैत्रे च अपरत्वम् उत्पद्यते यथा पूर्वम् उक्तम्. परत्वापरत्व विपरीतत्वं भवति, विपरीतत्वं जातम्. अस्तु, जातम्. इदं सर्वमपि प्राचीं प्रतीचीं च आदाय काष्ठफलकफलरूपान् दिगुपाधीन् च आदाय भवत् इति इदमेव दिक्कृतं परत्वं, दिक्कृतम् अपरत्वम् इति च उच्यते. इत्युक्ते एतत् सर्वं तत्र प्राची प्रतीचि दिक् उपादाय दिक् उपाधिकारणम् एव. तर्हि इदानीं वयं दृष्टवन्तः यत् परत्वम् अपरत्वं सर्वं जातं कथं प्राची प्रतीचीम् आदाय इत्युक्ते दिशमादाय दिशा दिशा दिक् परिवर्तिता चेत् तत्र परत्वम् अपरत्वं तु परिवर्तितं खलु परिवर्तितं तयोः आधारः परिवर्तितः इति कृत्वा दिशः उपरि अवलम्बते एतत् सर्वम् अपि च काष्ठफलकाः किम् अभवन् तत्र काष्ठफलकरूपान् तद् दिगुपाधि काष्ठफलरूपान् अपि परिवर्तनं भवति इत्युक्ते दिक् इति तु विभूद्रव्यं खलु आम् दिक् नित्यं सर्वत्र वर्तते यथा आकाशः तस्य खण्डनं विभजनम् इति न भवति दिक् तु एका एव यथा आकाशः केवलम् उपाधिं स्थापयित्वा वयं वक्तुं शक्नुमः एषा दिक् प्राची एषा प्रतीचि इति अत्र काष्ठफलकाः उपाधिरूपेण सन्ति तर्हि दिशमादाय दिक्पादीन् च आधाय परत्वं काष्ठफलकाः वुडन् स्लाब्स् इति वा अथवा कालम्स् इति चिन्तयतु फलकमिति तथा अस्तु तर्हि वार्ता का इति चेत् सर्वं दिशमाधाय एव भवति इति प्राची प्रतीचि इति दिक् अस्ति अपि च काष्ठफलकाः दिक्पादिरूपेण स्वीकृत्य एव वयं निर्णीतवन्तः कः परः कः अपरः कस्मिन् परत्वं कस्मिन् अपरत्वम् इति कृत्वा एतत्तु दिक्कृतं परत्वं च दिक्कृतम् अपरत्वम् अस्ति अग्रे अग्रे नैतादृशवैपरीत्यं वक्ष्यमाणयोः कालकृतपरत्वापरत्वयोः भवति तत्र कालकृतपर तत् नैव न भवति इति अर्थः न न न तत्र आरम्भे भवान् आसीत् वा लक्षणवाक्यं यदा वयं पठितवन्तः तदा आमां परावरत्व असाधारणकारणे तदेव खलु सत्यं तत्र द्वैविध्यम् अस्ति दिक्कृतं कालकृतं कालकृतम् एतावत्पर्यन्तं दिक्कृतं कथं सम्भवति इति दृष्टवन्तः तेन आधारेण परत्वम् अपरत्वं कथं सम्भवति इति अपि च वयम् एतदपि दृष्टवन्तः यत् वैपरीत्यमपि जायते दिशः परिवर्तनेन खलु वैपरीत्यं जातम् एकः यः सन्निकृष्टः आसीत् सः विप्रकृष्टः अभवत् इति तथा परन्तु कालकृतं परत्वं कालकृतम् अपरत्वम् अनयोः विषये वैपरीत्यं न भवति किमर्थम् किमर्थम् इत्युक्ते लक्षणवाक्य लक्षणवाक्यं त्यजतु अग्रे अस्ति कारणं किमर्थम् इति अस्तु ज्येष्ठे सर्वदा परत्वस्य कनिष्ठे सर्वदा अपरत्वस्य अपरत्वैव उत्पद्यमानत्वात् अस्तु ज्येष्ठे तत्रापि लक्षणवाक्ये अपि दृष्टं ज्येष्ठे कालकृतं परत्वं कनिष्ठे सर्वदा कालकृतम् अपरत्वम् अपरत्वं तत्र तु परिवर्तनं न सम्भवति खलु यः ज्येष्ठः यस्य जननं प्रथमं जातं तत्तु परिवर्तयितुं न शक्नुमः एव किल अतः कालकृतपरत्वापरत्वं न भिद्यते वैपरीत्यं न जायते दिक्कृत परत्वं वा अपरत्वं अनयोः विषये काष्ठफलकान् आधाय तस्य साधनं भवति परन्तु कालकृतं परत्वम् अपरत्वविषये कथं वदामः आङ्ग्लभाषायां तु एज् डिफ्रेन्स् इति वदामः? समीचीनं भगिनि, प्रश्नः तु समीचीनः. अत्र तु किम् अभवत्, काष्ठफलकाः दिक्कुपादयः अभवन् खलु, तथा एव अत्रापि कालस्यापि उपादयः भवन्ति. कालविषये यदा चर्चा अभवत् तत्र वयं दृष्टवन्तः यद् कार्यं जायते, सूर्यास्तं, सूर्योदयः इति सर्वं कालस्य उपादयः. तद्वदेव ज्येष्ठः कथञ्चित् उपाधिः स्थापनीयः, यः चैत्रमासे यस्य जननं सः ज्येष्ठः, वैशाखमासे तथा उपादयः भवन्ति एव. परन्तु संस्कृते कथं वदामः, संस्कृतेन कथं वदामः, किमपि गणनां कृत्वा वयं निर्णेतुं शक्नुमः खलु. सः तु पूर्वमेव तस्य जननम् आसीत्, अतः कस्मिन् संवत्सरे कस्मिन् वर्षे. अत्र एज् डिफ्रेन्स् इत्युक्ते किं संस्कृतेन? आयोः व्यत्यासः इति प्रायः. अस्तु, अन्यत् किमपि वक्तुं शक्यते वा? वयस् भेदः. हा, तदपि वक्तुं शक्नुमः. वयः वयसः भेदः. आम्, भेदः. अस्तु, धन्यवादः. धन्यवादः. अस्तु, ज्येष्ठे तु कालमापनम् अधिकं भवति, कनिष्ठे कालमापनं किञ्चित् भवति. तदर्थं ज्येष्ठे परत्वं, कनिष्ठे अपरत्वम्. अपि च तद्वयं परिवर्तयितुमेव न शक्नुमः, स्वाभाविकरीत्या तथैव भवति खलु. इति अस्ति कालकृतपरत्वापरत्वयोः वैपरीत्यं न कदापि जायते. अस्तु महोदय, अग्रे. अस्तु भगिनि, विभुद्रव्ये आकाशाद् आदौ समीपे दूरे इत्यादि व्यवहारः न सम्भवति. विभुद्रव्ये तत्र दिक् विभुद्रव्य एव खलु. विभुद्रव्ये आकाशादौ समीपे दूरे इत्यादि व्यवहारः न सम्भवति. आकाशादौ इत्युक्ते कानि कानि द्रव्याणि तस्मिन् अन्तर्भूतानि? आकाश, मन, कालः. कोऽपि स्मरयति वा लक्ष्मी भगिनी प्रायः? विभुद्रव्यम् हा, सा उक्तवती आकाशः, कालः, दिग् अपि च आत्मा. हा, विभुद्रव्याणि. आकाशादौ समीपे दूरे इत्यादि व्यवहारः न सम्भवति, तथा न सम्भवति खलु. यतोहि आकाशस्य कालस्य यद्यपि अस्माकं मापनार्थम् उपाधिं स्थापयित्वा किञ्चित् तथा वदामः, तथापि आकाशः, कालः, दिग्मनः इति तस्य खण्डनं न भवति. अतः समीपं, दूरम् इति न वक्तुं शक्नुमः इति वार्ता. अतः किन्तु भगिनि, इदानीं वयं दृष्टवन्तः दिक् उपादाय. आम्, इति अस्ति, उपाधिभेदं वयं स्थापयामः. यतोहि आकाशः इति विभू अस्ति चेत्, सर्वत्र भवति चेत्, अस्माकं सौलभ्यार्थं तथा कुर्मः, उपाधिं स्थापयित्वा. दिशः अपि तथा कुर्मः, यतोहि कथञ्चित् मापनीयं खलु मनसः सौकर्यार्थं, तस्य अवगमनार्थम् उपाधीन् स्थापयामः. किन्तु वस्तुतः आकाशः, कालः, दिग्, आत्मा इति अखण्डद्रव्याणि, इत्युक्ते खण्डनं न कर्तुं शक्नुमः तस्य. तदर्थम् आकाशस्य समीपत्वम् अथवा दूरत्वम् इति न सम्भवति एव. तदर्थम् अन्तिमवाक्यमस्ति किम्? अन्तिमवाक्यम्, अतः अनयोः पृथिव्यादि चतुष्टये मनसि च वृत्तित्वं मूले निरूपितम्. अतः अनयोः पृथिव्या आदिचतुष्टये, पृथिवी चतुष्टय इत्युक्ते पृथिवी जलं तेजः वायुः मनः अपि मनः अपि वृत्तित्वं मूले निरूपितम् एतेषु एव वदतु एतेषु एव मूले निरूपितम् इत्युक्ते तत्र अस्माकं मूलग्रन्थे निरूपितम् एतेषु किं मूर्तद्रव्येषु एव अस्ति दिक्कृतं कालकृतम् अपरत्वं परत्वं भवतः प्रश्नः आसीत् वयम् उक्तवन्तः दिक्कृतम् इति खलु यद्यपि परत्वम् अपरत्वं दिक्कृतं तथापि तादृशपरत्वम् अपरत्वं दिशि स्वयं न वर्तते दिशाकृतम् अथवा कालेन कृतम् इति तु सत्यं किन्तु दिशि काले न वर्तते तद्वत् आकाशे आत्मनि अपि परत्वम् अपरत्वम् इति नास्ति वार्ता अस्तु एतावता दिक्कृते निरूपिते एतत्तु एतत्तु अग्रे अस्ति कालकृतनिरूपणं निरूप्यते अस्तु धन्यवादः समीचीनम् इति अस्ति परत्वापरत्वस्य विचारः कोऽपि प्रश्नः वा भगिनि अत्र मनसि अस्ति परत्वम् अपरत्वम् इत्युक्ते कथम् अस्ति यथा चैत्रः मैत्रः यज्ञदत्तात् परः वा अपरः तथैव चैत्रः चैत्रस्य मनः अपि तादृशं वा आम् आम् इति मम मयापि पृष्टमासीत् अन्ते तर्हि एवमुक्तं यद् हा मनः अपि दिशि एकस्मिन् दिशि एकस्यां दिशि भवति तस्याः दूरस्थदिशि अपि भवति इति कृत्वा अपरत्वं परत्वं दिशाकृत दिक्कृत अपरत्वं परत्वं मनसि अपि सिद्ध्यति इति तु सत्यं परन्तु कालकृतपरत्वम् अपि च अपरत्वं मनसि न सिद्ध्यति इति वार्ता केवलं दिशि एव अस्ति तद् सत्यम् इत्युक्ते मनसः संयोगः प्रायः ते तया दिशा इति वा सत्यं सत्यम् हा इत्युक्ते मनः तत्र भवति इति न साक्षात् परन्तु मनसः संयोगः कस्यां दिशि कया दिशया सह अस्ति इति इति समीपस्थदिशा सह वा अथवा दूरस्थदिशा सह वा अस्ति वा मनसः संयोगः इति कृत्वा परन्तु तत्र तु तस्य तोलनं भवति खलु भगिनी काष्ठफलकान् तादृशं न भवति केन भवति इति अहं चिन्तयामि पश्यतु मनः अधुना अत्र अस्ति चेत् USA देशे वा कुत्रचित् तर्हि प्रायः समीपस्थं भारते अस्ति चेत् तस्मात् दूरं तर्हि कथञ्चित् उपाधि स्थापयित्वा दिक्पादीन् स्थापयित्वा मनसः अपि दिक्कृतं परत्वम् अपरत्वं भवति किमपि विशेषस्थानं वा किं पुरुषं स्वीकृत्य प्रायः किन्तु कालकृतं परत्वम् अपरत्वं नास्ति मनसि इति उक्तं कालस्य नित्यत्वात् इति आम् आम् किम् इतोपि प्रश्नः अस्ति वा सावित्री भगिनी किमपि उक्तवती इति भाति अथवा सन्ध्या भगिनी अन्य कोऽपि प्रश्नः न भगिनि अस्तु भगिनि किमर्थं कालकृत परत्वम् अपरत्वं मनसि न जायते कालस्य नित्यत्वात् इति उक्तं भगिनि अपि च ज्येष्ठे एव तादृशकालकृतं किं परत्वम् इति उक्ते सति तर्हि मनसः ज्येष्ठत्वम् अथवा कनिष्ठत्वं कथं सिद्ध्यति इति खलु ज्येष्ठः इति कश्चन पार्थिवद्रव्यमेव भवेत् ज्येष्ठः कनिष्ठः इति किल इति परन्तु पुरातनविचारं चिन्तयामि चेत् तत्र मनसः परत्वम् अस्ति खलु हा हा किन्तु परत्वं तु द्रव्ये स्यात्। अधुना वयं किं चिन्तयामः, मनः इति द्रव्यं, तस्मिन् परत्वं वा अपरत्वम् अस्ति वा इति चिन्तयामः। तर्हि सः मनः ज्येष्ठः स्यात् अथवा सः मनः कनिष्ठः स्यात् वा इति चिन्तनीयं भवति खलु। इदानीं विचारः कालिकरीत्या विचारः पूर्वः इति जातः, किन्तु मनः स्वयं ज्येष्ठः वा कनिष्ठः वा इति चिन्तनीयं भवति। ज्येष्ठे परत्वा परत्वस्य अपि च कनिष्ठे अपरत्वस्य आरोपणार्थम् इति अपि अस्ति इति भाति। अस्तु चिन्तयामः। करला भगिनी किमपि अस्ति वा? अस्तु दिस् इस् टैम् अण्ड् स्पेस् इस् कान्सेप्ट् आफ़् द मैण्ड् इन् वेदान्त। अस्तु अस्तु अपि नित्यद्रव्यम् एव किल, यथा कालः अस्ति अतः प्रायः कः मनः अपि नित्यद्रव्यं। सत्यं सत्यं, मनसः नित्य इति उक्तं तैः शनिवासरस्य वर्गे, मनः तस्य नित्यत्वात् मनसः नित्यत्वादपि तथा न सम्भवति। मनः ज्येष्ठः वा अथवा कनिष्ठः वा इति न वक्तुं शक्यते इति। हा, इत्युक्ते कालः एव नित्यद्रव्यः द्रव्यमिति नास्ति, मनः अपि अस्ति तादृशम् इति उक्तं शनिवासरस्य वर्गे इति वार्ता अस्ति। किन्तु चिन्तनीयं, चिन्तनार्हः विषयः एव। मनसि कालकृतं परत्वम् अपरत्वं नास्ति, नित्यत्वात् इति आसीत्। अस्तु तर्हि, कोऽपि प्रश्नः नास्ति चेत् विरमामः। शुभरात्रिः। धन्यवादः। धन्यवादः। धन्यवादः। शुभरात्रिः।